तर्हि अद्यतनविषयः अस्ति धातुपाठे हल्प् सन्धिः इति भागस्य अन्तिमभागः इति वर्तत्रस्य अन्तिमभागः. तत् पुनरालोक्य अग्रे द्वितीयभागः धातुपाठे हल्प् सन्धिः इति द्वितीयपाठः पाठः आरभते. तर्हि महोदय सुब्रह्मण्यमहोदय झटिति वदति वा वरीवृत् इति धातुः विषये? आं भगिनि, वरीवृत् यङ्लुगन्त धातुः लङ्लकारस्य प्रथमपुरुषेकवचनम् अवरीवृत् योगः त प्रत्ययः पुगन्तलघुपधस्य च इत्यनेन रेपस्य स्थाने अकारः, तदनन्तरं ऋण्रपरः इत्यनेन रपरः, अतः अवरीवृत् योगः त. हल्याभ्यो दीर्घात् सुतिश्च प्रोक्तं हल् इत्यनेन अवरीवत् तका प्रत्ययस्य लोपः. इदानीम् अत्र संयोगान्तस्य लोपः इत्य तं प्रभा तस्य प्रसक्तिः अस्ति, परन्तु रात्सस्य इत्यनेन तस्य बाधा अस्ति, अतः अवरीवत् एव. अवरीवत् इदानीम् अत्र झलां जश्वन्ते इत्यनेन अवरीवत्, वावसाने इत्यनेन रूपद्वयम् अपरिवत् अवरिवत् अवरिवत्. इदानीं कारणं कार्यं समानमस्ति, परन्तु अत्र यदा अवरिवद् भवति लङ्लकारस्य मध्यमपुरुषे एकवचने, अत्र दश्च इत्यनेन दकारस्य स्थाने रेपः आदेशः, सिपिपरे पदान्तदकारस्य स्थाने रेपः आदेशः अवरिवर्. इदानीं रोरि इत्यनेन अत्र रेपस्य रेपे परे लोपः भूत्वा अत्र अवरिवर्. अधुना ढ्रलोपे पूर्वस्य दीर्घोणः इत्यनेन अवरिवार् इति रूपं, तदनन्तरम् अत्र खरवसानयोर्विसर्जनीयः इत्यनेन रेपस्य स्थाने विसर्गः अवरीवाः अवरीवाः आहत्य अत्र मध्यमपुरुष एकवचने अवरीवर् अवरीवर् अवरीवाः रूपत्रयम्. नमस्ते मणि महोदय, स्वागतं. इदानीं रोरि इति सूत्रमस्ति, रेफस्य लोपः रेफे परे, अनुवृत्तिसहितसूत्रमस्ति रः लोपः रिसंहितायाम् इति. रोरि इति सूत्रं त्रिपादिसूत्रमस्ति, यत्र यत्र रेफस्य परे रेफः आयाति तत्र संहितायां विषये पूर्वस्थितस्य रेफस्य लोपः भवति इति रोरि सूत्रं वदति. अग्रिमसूत्रमस्ति ढ्रलोपे पूर्वस्य दीर्घोणः इति, रेफयोर्लिमित् लोपनिमित्तयोर् पूर्वस्य अणो दीर्घः. अनुवृत्तिसहितसूत्रमस्ति ढ्रलोपे पूर्वस्य अणः दीर्घः. अत्रापि यदि यत्र पूर्वस्मिन् सूत्रे वयं दृष्टवन्तः रेफस्य परे रेफः अस्ति चेत् तस्य लोपः भवति इति, एतादृशः लोपः भवति चेत् तत्र निमित्तमस्ति रेफस्य परे रेफः इति, यत् रेफः तस्य निमित्तं भवति, लोपस्य कारणं भवति, तस्मिन् पूर्वं स्थितस्य अण्वर्णस्य दीर्घः भवति इति डलोपे पूर्वस्य दीर्घोणः सूत्रं वदति. अस्य प्रसिद्ध उदाहरणमेकम् अस्ति विसर्गसन्धौ. विसर्गसन्धौ रेफस्य प्रसिद्ध उदाहरणं पुनः रमते इति. तर्हि पुनः रमते अत्र ससजुषोरुः कारणेन तत्र रेफस्य स्थाने न एकनिमिषं भगिनि, विसर्जनीयस्य सह इति भूत्वा प्रथमं सकारः आगच्छति, तदनन्तरं ससजुषोरुः कारणेन रेफः आगच्छति, तर्हि पुनर्योगः रमते इति भवति. इदानीं रेफस्य परे रेफः अस्ति इति कृत्वा रोरीसूत्रं कार्यं करोति. तर्हि प्रथमरोप रेफस्य लोपः भूत्वा पुनः योगः रमते इति स्थितिः. अस्यां स्थितौ यः रोपः येन कारणेन रेफस्य लोपः भवति तस्मात् प्राक् स्थितस्य अकारस्य दीर्घः भूत्वा पुनः रमते इति स्थितिः भवति. अस्मिन् वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तं, रेफात् प्राक् अण् प्रत्याहारे अन्यतमवर्णः अस्ति अकारः, अतः अण् दीर्घत्वं भवति. अस्तु भगिनि, धन्यवादः भगिनि. रामप्रिय भगिनी अग्रे पठति वा नूतनांशः? भगिनी किञ्चित् रिफ्रेश् करोतु भगिनि. कृतवती. एकः प्रश्नः अस्ति अत्र, रोरि इति सूत्रे रः षष्ट्यन्तम् इति अस्ति, रः कथं रो इति भवति? सूत्रम् आसीत् खलु, अस्माकं सूत्रं किम् आसीत्, हशि परे इति अतो रोरप्लुता तप्लुत्य कारणेन तत्र हशित्य कारणेन तत्र उत्वं भवति किल अत्र. ओ अस्तु, पूर्वम् विसर्गात् पूर्वम् अकारः अस्ति अनन्तरम् ईकारः अस्ति चेत् तत्र विसर्ग लोपः भवति. हशि परे, हशि परे तु उकारः भवति, हशि अति परे हशि परे उकारः भवति. ओ उकार, अस्तु अस्तु, उकारः भूत्वा रो. अस्तु अस्तु अस्तु, धन्यवादः. अत्र कश्चन प्रश्नः उदेति यत् रोरि त्रिपादिसूत्रं द्रलोपे पूर्वस्य दीर्घोणः च सपादसप्ताध्यायाम् इति कारणतः पूर्वत्र असिद्धम् इत्यनेन रोरि इत्यस्य कार्यम् असिद्धं न भवति किम्? अत्र सिद्धान्तः कार्यं करोति आश्रयात् सिद्धत्वम्. यावत्पर्यन्तं रोरि न स्यात् तावत्पर्यन्तं द्रलोपे पूर्वस्य दीर्घोणः इत्यस्य रेपनिमित्तिक प्रसक्तिः न भविष्यति एव. रोरि इत्यस्य आश्रयेण द्रलोपे पूर्वस्य दीर्घोणः इत्यस्य कार्यं सिद्ध्यति. रोरि नास्ति चेत् द्रलोपे पूर्वस्य दीर्घोणः निरवकाशं भवति. रोरि इति सूत्रं त्यक्त्वा द्रलोपे इत्यस्य रेपनिमित्तिकत्वं निरर्थकं. किमर्थं न द्रलोपे पूर्वस्य दीर्घोणः इति सूत्रं रोरि इत्यस्य अनन्तरम् अष्टाध्यायां स्थाप्येत इति चेत् ड्रलोपे पूर्वस्य दीर्घोणः इत्यस्य दीर्घशब्दस्य अनुवृत्तिः आवश्यकी. षष्टमाध्यायस्य तृतीयपादस्य 112 क्षमताम् इत्यस्मात् आरभ्य षष्टमाध्यायस्य चतुर्थपादस्य अष्टादश इति यावत्. अत्र प्रश्नः अस्ति यद् रोरि त्रिपाद्याम् अस्ति, द्रलोपे पूर्वस्य दीर्घोणः सपादसप्ताध्यायाम् अस्ति, अतः पूर्वत्र सिद्धम् इति कारणात् प्रथमं रोरि कार्यं करोति अनन्तरं द्रलोपे पूर्वस्य दीर्घोणः कार्यं करोति. एतद् सन्दर्भे पूर्वत्र सिद्धम् इति कारणेन रोरि असिद्धं भवति किल इति प्रश्नः. प्रश्नस्य उत्तरमस्ति आश्रयात् सिद्धत्वम् इति सिद्धान्तः अत्र कार्यं करोति. आश्रयात् सिद्धत्वम् इत्युक्ते किम् इति चेत् यावत्पर्यन्तं रोरि न स्यात् तावत्पर्यन्तं द्रलोपे पूर्वस्य दीर्घोणः इति सूत्रस्य रेपनिमित्तिकप्रसक्तिः न भविष्यति एव. तस्य कार्यमेव तस्य द्रलोपे पूर्वस्य दीर्घोणः सूत्रस्य निमित्तम् अस्ति रेपस्य लोपः एव तस्य निमित्तम् अस्ति. तस्य कार्यं न भवति यदा रोरि पूर्वं कार्यं न करोति चेत्. रोरि इत्यस्य तस्य आश्रयेण एव द्रलोपे पूर्वस्य दीर्घोणः इति सूत्रस्य कार्यं भवति. अतः न रोरि नास्ति चेत् एतदपि निरवकाशं भवति, द्रलोपे पूर्वस्य दीर्घोणः निरवकाशं भवति. अतः एतद् यदा वयं रोरि त्यजामः चेत् द्रलोपे इत्यस्य रेपनिमित्तकार्यमपि निरर्थकं भवति, तस्य कार्यमेव न भवति. अतः द्रलोपे पूर्वस्य दीर्घोणः इति सूत्रं रोरि इति सूत्रस्य अनन्तरमेव कार्यं करोति अन्यप्रश्नः अस्ति यत् किमर्थम् अनन्तरम् अष्टाध्याय्यां न तस्य स्थानं नास्ति, पूर्वं किम् अस्ति इति. ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रस्य अनुवृत्ति दीर्घः इति शब्दः अग्रिमसूत्र सूत्रे आवश्यकम् इति कारणात् तत्र स्थापितम् अस्ति, षष्ठमध्याये स्थापितमस्ति. तर्हि शताधिकं सूत्राणां कृते आवश्यकं भवति. भगिनी, ह्यः एकः प्रश्नः अस्ति, तर्हि वयम् अपवादत्वेन इति वक्तुं शक्नुमः वा? आं भगिनि, अपवादत्वेन इति सत्यं तदेव अस्ति. किमर्थम् अपवादः इति यत्र सङ्कर्षः भवति तत्र अपवादः भवति खलु. अत्र सङ्कर्षः द्वयोः सूत्रयोः सङ्कर्षः नास्ति, किन्तु आश्रयमेव अस्ति. आश्रित्य आयाति इति कृत्वा एव नामकरणम् आश्रयसिद्धत्वम् इति तत्र दत्तम्. क्षम्यता, तदेव वक्तुम् इच्छितवती. यदि दोदे लोपः रोरि द्वयोः द्वे सूत्रे एव कारणं भवति, द्रयोपे पूर्वस्य दीर्घोणः इति सूत्रस्य निमित्तम् अपि भवति इति कृत्वा अनन्तरम् आयाति. यद्यपि असिद्धत्वं भवति तथापि निरवकाशं मा भूत्, पाणिनेः सूत्रम् एकमपि निरवकाशं मा भूत् इति कृत्वा तस्य कार्यं भवति असिद्धत्वं प्रभाते. अस्तु भगिनि, पुनः अन्यत् प्रश्नमस्ति इत्युक्ते अन्येन सूत्रेण यदि रेफस्य लोपः भवति तत्र ड्रलोपे कार्यं न करोति इति, केवलं रोरि नो चेत् अन्यसूत्रमासीत् किल डोडे. आम् सत्यं भगिनि. अस्तु तर्हि अग्रे अग्रे नूतनपाठः आगच्छन्ति, द्वितीयपाठः आरभ्यते पुनः अग्रे. प्रथमपङ्क्तिं यावत् पठितं खलु अस्माभिः, अग्रे गत्वा किमस्ति अत्र. तर्हि बिन्दु प्रथमबिन्दु बिन्दुमारभ्य पठामः. सरला भगिनी विद्यापीठे पठति वा? अस्तु भगिनि. कुत्र कुत्र भगिनि? सरला भगिनी अस्ति वा? प्रत्ययस्य प्रथमवर्ग प्रथमवर्ण त थ ध स चेत् हल् सन्धि भवति इति उक्तं. तेषु वर्णेषु त थ स च खर् प्रत्याहारे सन्ति, अतः तेषु वर्णेषु परेषु खरि च इत्यनेन चत्वसन्धि तत् वर्गस्य प्रथमादेशो भवति. अत्र सादिप्रत्ययः पर अस्ति अथ चत्वसन्धि भवतु. यदि धातो अन्ते क ख ग घ अस्ति तत्र ते क वर्गे आगच्छति, तस्य प्रख्या किं भवति? यदि तस्य परे त थ ध स प्रत्ययस्य आदौ अस्ति त थ स च प्रत्याहारे आगच्छति, खरि च सूत्रं कार्यं करोति. तत् खरि परे अस्ति तत् चर् आदेशः भवति, झर् प्रत्याहारः यदि झर् प्रत्याहारे अस्ति. सो खरि च इति सूत्रं प्रथमं कार्यं करोति. तस्मात् पूर्वम् आदेशप्रत्ययोः अष्टमाध्यायस्य तृतीयपादे नवपञ्चशत् श्लोक सूत्रम् इत्यनेन कवर्गीयवर्णात् परस्य प्रत्यय अवव्य प्रत्यया वयवस्य सकारस्य शत्वादेशः भवति, खरि च अस्ति अष्टम अध्याये चतुर्थपादे पञ्चपञ्चाशत् सूत्रेण, तदपेक्षया परित्रपादिसूत्रम् इति अस्ति. खरी च अपेक्षया आदेशप्रत्ययो सूत्रं तृतीयपादे अस्ति, किन्तु पूर्वसूत्रम् अस्ति, तस्य कार्यं पूर्वं भवति. खरी च तस्य कार्यं तस्य अनन्तरम् आगच्छति. उदाहरणमस्ति त्यग् योगस्य अति आदेशप्रत्ययोः अष्टमध्यायस्य तृतीय पञ्चशत् सूत्रम्. अत्र प्रथमं गकारकवर्गीय अस्ति, अतः आदेशप्रत्ययो इति सूत्रस्य निमित्तं ए अस्ति. गकारस्य स्थाने सकारस्थाने षकार भवति, त्यक्ष्यति भवति. तदनन्तरं खरिच इति सूत्रेण गकारस्य स्थाने ककार आगच्छति, षकार खरि प्रत्याहारे अस्ति. गकारस्य कवर्गीयस्य प्रथम वर्णककार आगच्छति, तदनन्तरं त्यक्ष्यति वर्णमेलने इति भवति. द्वितीय उदाहरणमस्ति घोग् योगस्य, पुनः आदेशप्रत्ययो प्रथमं कार्यं करोति, सकारस्य स्थाने षत्वं भवति, षि भवति. तदनन्तरं खरिच इति सूत्रेण गकारस्य स्थाने ककार आगच्छति, घोग् षि इति निष्पन्नं भवति. धन्यवादः. हा, आदेशप्रत्यययोः पूर्णतया पठामि वा अथवा प्रथमवर्णं प्रथमवाक्यं प्रायः अस्तु. आदेशप्रत्यययोः इति सूत्रम् इन् प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्यय अवयव वा सकारः अस्ति चेत् तस्य सकारस्य स्थाने षकारादेशो भवति. आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेन्तरतमः इत्यनेन ठ ठ ड ठ ण श इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्, अतः षकारः एव आदिष्टः भवति. नुम् विसर्गः शर् प्रत्याहारस्थवर्णः येषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति. अनुवृत्तिसहितसूत्रम् इन्को आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां नुं विसर्जनीयशर् व्यवाये अपि इति. अत्र आदेशप्रत्यययोः इति सूत्रमस्ति, सूत्रस्य निमित्तमस्ति यदि इन् प्रत्याहारस्य कश्चन वर्णः, इन् प्रत्याहारः इत्युक्ते अत्र आकार आकारं विहाय इ उ सर्वे स्वराः अपि च हायवराल एते वर्णाः, अपि च यदि कवर्गीयात् कवर्गीयवर्णः कश्चन वर्णः अस्ति चेत् तत्र तस्मात् परे यदि अपदान्तः आदेशरूपी सकारः अथवा प्रत्ययस्य अवयवरूपी सकारः अस्ति चेत् तत्र सकारस्य मूर्धन्यवर्णः आदेशः भवति. अत्र मूर्धन्यवर्णः इत्युक्ते टवर्गस्य ठ ठ ठ ड न, अपि च षकारः. अत्र षकारस्य एव नैकट्यम् अस्ति सकारेण सह स्थानेन्तरतमः इति परिभाषासूत्रेण इति कृत्वा तत्र सकारस्य स्थाने षकारादेशः भवति. अपि च सूत्रं वदति यदि मध्ये नुम् विसर्गः अथवा शर् प्रत्याहारस्य कश्चन वर्णः मध्ये अस्ति चेदपि सकारस्य षत्वं भवति इति. अत्र अग्रे पठामि वा अथवा? आं भगिनि, करीच इति पर्यन्तं. सम्प्रति करीच इत्यनेन चर्त्वादेशः, त्यग् योगः स्यति इति पूर्वम् आसीत्. अत्र त्यग् तत्र गकारः कवर्गीयवर्णः, अनन्तरं सकारः अस्ति चेत् तत्र आदेशप्रत्ययोः इत्यनेन षत्वं भवति, त्यग् योगः ष्यति. इदानीं करीच इति कार्यं करोति. त्यग् तत् गकारः जल् प्रत्याहारे अस्ति, अनन्तरं षकारः कर्वर्णः अस्ति करीपरे, जल् स्थाने चर् आदेशः भवति. इति कृत्वा तत्र गकारः कवर्गस्य प्रथमवर्णादेशः त्यक् योगः श्यति, ककारशकारयोगमेलनेन षकारः भवति त्यक्ष्यति इति. एवमेव गोगयोगः शि, घोग् योगः सि इति आसीत्, गकारस्य निमित्तमस्ति आदेशप्रत्यययोः इत्यनेन सकारस्य षत्वं, घोग् योगः शि, अनन्तरं करीच इत्यनेन घोग् तत्र गकारस्य कवर्गस्य प्रथमवर्णः, घोक् योगः शि, गोक्षि इति भवति, करीच. मणिमहोदय म्यूटेड् अस्ति इति मन्ये, म्यूट् करिष्यामि वा? अगेन् म्यूटेड् जल समये चर् आगच्छति इति करिचय सूत्रेण वदति महोदय. जलः स्थाने चरादेशो भवति करिपरे, अनुवृत्तिसूत्रं जलां चर् करि च संहितायाम् इति सूत्रेण जल्वर्णः प्रथमः, द्वितीयः, तृतीयः, चतुर्थः, ऊष्मणः सर्वे चर्वर्णः भवति, प्रथमवर्णः भवति इति वदति महोदय इति सूत्रेण. उदाहरणानि वक्तुं चेत् शशक्योहसि अत्र आदेशे प्रत्ययकार्यं करोति, पूर्वं कवर्गम् अस्ति, अतः आदेशे प्रत्ययसूत्रेण षि भवति, सकारस्य स्थाने षकारः भवति, मुदुर्निषकारः, अतः षि आगच्छति. देन् अनन्तरं करिचयति सूत्रेण शशक्योः षि शशक्षि इति रूपं भवति महोदय. किमर्थम् आदेशप्रत्ययः प्रथमं कार्यं करोति? पूर्वसूत्रम् आदेशप्रत्यय पूर्वसूत्रम् करिचय फोर् लेलेक्योषि कवर्गीयम् अस्ति, अतः षि आदेश मुदनेशकारः, अनन्तरं करिच् आदेशे प्रत्ययः इति सूत्रेण, अनन्तरं करिच इति सूत्रेण लेलेक्षि इति रूपं भवति महोदय. कौर्गीयं द्वितीय कवर्गः प्रथमवर्णः भवति, अनन्तरं लेलेक्षि इति रूपं भवति. धात्वं योषि धात्वं स बिकम्स् शकारः, मूर्धनिषकारः, पूर्वं कौर्गीयम् अस्ति, अतः आदेशे प्रत्ययः इति सूत्रेण, अनन्तरं करिचयति सूत्रेण तृतीय ग प्रथमः कवर्गः आगच्छति, अनन्तरं योगेन धात्वांशि इति रूपं. जागग् योगशि जागग् शकारहम् आदेशप्रत्ययः इति सूत्रेण शकारः आगच्छति, देन् करिचयति सूत्रेण तृतीयककारः प्रथमककारः आगच्छति, अनन्तरं योगेन जागक्षि इति रूपं. तदेव लालङ् योषि लालङ् षि, अनन्तरं करिचयति सूत्रेण लालङ् षि इति रूपम् आगच्छति महोदय. धन्यवादः महोदय. अन्य नूतनः कः आगतः? टी के एस् राव् इति पश्यामि. पुष्पा भगिनी, ओ अस्तु पुष्पा भगिनी, नमस्ते भगिनि, नूतनसङ्ख्या अस्ति वा भगिनि? ओ 239. आं भगिनि, अग्रे पठतु, पठति वा भगिनि, अत्र अत्र प्रश्नः वदेत् इति. द्वितीयहल्सन्धिपाठः अस्ति, किञ्चित् रिफ्रेश् करोतु. प्रश्नः उदेति यत् नुम् विसर्गः षर् व्यवाये चेत् एपि षत्वम् इति अस्य दृष्टान्तः कः? व्यवाये नुम् इत्यस्य दृष्टान्ताः एते सर्पिषि यजुं सर्पींषि यजुंषि हवींषि एते आदेश एतु एतानि प्रवर्तनक्रिया अस्ति न अवगच्छामि भगिनि न एतानि सम्पूर्ण एतत् लालङ्क्षि ते अस्ति अस्ति चेत् सर्पींषि यजुंषि इति अस्ति इति दृष्टान्ताः न सर्पीघृतं यजुस्पूजा हविस् हव्यम् इति प्रातिपदिकानि अस्तु नपुंसके प्रथमाविभक्तौ बहुवचने सर्पिस् योगः इ नुम् आगमः सर्पिस् व्यवाये अपि षत्वं सर्पीं षि अत्र सकारस्य आदेशप्रत्ययोः इत्यनेन षकारः अवगच्छति न किन्तु आदेशरूपे अपि नास्ति साक्षात् पश्यामः चेत् सत्यस्थिति पश्यामः चेत् प्रातिपदिकं पश्यामः चेत् तत्तु सकारः आदेशरूपे नास्ति नो न प्रत्ययरूपे अपि नास्ति किन्तु वयं न जानीमः खलु कथं सर्पिस्थिति प्रातिपदिकनिर्माणम् अस्माभिः न ज्ञायते तर्हि प्रायः आदेशरूपी वा नो चेत् प्रत्ययरूपी वा भवेत् इति आदेशरूपी भवितुम् अर्हति उक्तवती वा ह्यः वदतु किं भगिनि वदति वा भगिनि अत्र सर्पिस् इति नपुंसकलिङ्गे सर्पिस् इति प्रातिपदिकं तत्र सर्पिस् योगः जुस् इति अस्ति तत्र जुस् स्थाने शी इति आदेशः भवति बहुवचने शी तत्र लशक्वतदिते इत्यनेन शकारस्य इत्संज्ञा इति अवशिष्यते अहं सर्वाणि सूत्राणि न अवगच्छामि न जानामि परन्तु अत्र सर्पिस् योगः इति अस्ति तत्र नुमागमः भवति केन सूत्रेण इति किम् इत्युक्ते अत्र सर्पिस् इति नपुंसकलिङ्गपदमस्ति तर्हि जश्शसोः षि इति 7120 इति सूत्रमस्ति साधारणतया षि सर्वनामस्थानम् इति अस्ति तर्हि जशो शशोसि इति इत्यनेन नपुंसकलिङ्गे षी स्थाने क्षम्यतां जश् स्थाने षि आदेशः भवति बहुवचने अस्ति खलु इत्यनेन 7120 इति सूत्रेण अनन्तरं षकारस्य लोपं भूत्वा अलश्यस्पतते इति लोपं भूत्वा किम् इ इति अवशिष्यते तर्हि सर्पस्य योगः इ इति अस्ति अधुना नपुंसकस्य जलचः इति सूत्रमस्ति 7172 इत्यनेन अजन्तस्य हलन्तस्य वा अजन्तस्य वा अङ्गस्य सर्वनामस्थाने परे नुमागमः भवति सर्वनामस्थानम् इति सूत्रेण षि इति प्रत्ययात् पूर्वं यत्तस्ति तस्य सर्वनामस्थानं भवति तर्हि सर्वनामस्थाने परे नुमागमः भवति इति कृत्वा नुमागमः भवति अत्र तर्हि सर्पस्य योगः नुम् योगः इ इति भवति अनन्तरं नुम् इत्यस्य मकारस्य उकारस्य संज्ञालोपः भूत्वा सर्पस्य योगः नकारः योगः इ इति भवति अधुना सर्वनाम तर्हि तावदेव खलु नुमागमः अभवत् अनन्तरं उपदीर्घः भवति एकेन सूत्रेण इत्युक्ते सर्वनामस्थाने चासं बुद्धौ इति अस्ति 648 इति तेन सूत्रेण नकारस्य नकारान्तस्य अङ्गस्य उपधा यत् अस्ति सर्वनामस्थाने परे दीर्घः भवति अस्तु, अहम् एकवारं वदामि वा, सूत्राणि न वदामि परन्तु प्रक्रिया वदामि. सर्पिस् योगः इ तत्र षि इत्यस्मिन् इ इति अवशिष्यते. इदानीं नूम आगमः भवति अत्र मिदचोन्त्यात् परः इत्यनेन अत्र सर्पिस् इत्यस्मिन् अन्तिम इकारः अस्ति, इकारः स्वरः अस्ति, तस्य अनन्तरं नुम् आगच्छति, सर्पिन्स् इति भवति, सर्पिन्स् योगः इ. अत्र नकारसकारसंयोगः अस्ति, तत्र तत्र नकारस्य पूर्वं यत् इकारः अस्ति तद् इकारः दीर्घः भवति सर्वनामस्थाने च सम्बुद्धौ इति सूत्रेण सर्पिन्स् योगः इ इति भवति. सर्पिन्स् योगः सर्पिन्सि इदानीं सकारः इ इति प्रत्ययस्य अवयवः भवति सर्पिन्सि इति. यदि सकारः इ इत्यस्य अवयवः अभवत् तर्हि तत्र सकारस्य इ इति इन् प्रत्याहारे अस्ति, पूर्वं वर्णः इ इति कारणेन तत्र आदेशप्रत्यययोः इत्यनेन सकारस्य षत्वं भवति, सर्पिन्षि इति भवति. उपधादीर्घः सर्पिन्षि इति भवति. सर्पिन्षि अनन्तरं नश्चापदान्तस्य जलि इत्यनेन नकारस्य अनुस्वार आगमः, अनुस्वारादेशः सर्पिन्षि इति रूपम्. एवमेव यजुंषि हविंषि. अत्र मम संशयः किम् आसीत् इत्युक्ते ह्यः अपि केनापि पृष्टं, सकारः इति आदेशरूपी अत्र न दृश्यते खलु, आदेशरूपी सकारः इति न दृश्यते, प्रत्यय अवयवरूपी. कः प्रत्ययः? इ इति प्रत्ययस्य अवसि इति प्रत्ययस्य अङ्गम् अस्ति किन्तु अवयवः तु नास्ति खलु. अन्ते यदि वयं मिलामः वर्णमेलनं कुर्मः सर्पिन्सि इति भवति. इदानीम् इ इति सकारस्य अङ्ग, अकारस्य सकार इकारः द्वयोः मिलित्वा एकः अवयवः, प्रत्यय अवयवः इति भवति. ओ एवं वा भगिनि, सकारः तु प्रातिपदिके अस्ति किल भगिनि, तर्हि कथं प्रत्ययस्य अवयः भवति? न न सकारस्य पूर्वम् अनुसारं भवति, तदेव आदेशप्रत्ययस्य निमित्तं न सर्पिन् कारणं न, सि इति वदति किल तस्य सर्वत्र सुबन्तप्रक्रिया कथं सम्पूर्णतया कथं भवति इति अहं मम सम्यक्तया अवगमनं नास्ति, परन्तु अत्र यत्र कुत्रापि नपुंसकलिङ्गे एतादृशः उदाहरणमस्ति तत्र सर्वत्र आदेशप्रत्ययोः इत्यनेन षत्वं भवति. यद्यपि अत्र सकारः इ इत्यस्य इ प्रत्ययस्य अवयवः नास्ति, परन्तु यदि वयं मिलामः वर्णमेलनं कुर्मः तत्र सकारः इ द्वयोः मिलित्वा सर्पिन्सि इति भवति. इदानीं सकारः इ द्वयोः अवयवः भवति, प्रत्ययस्य अवयवः भवति इति कृत्वा अन्ये उदाहरणानि अपि अन्यानि उदाहरणानि अपि सन्ति तत्रापि. किं पश्यामि इत्युक्ते अत्र सर्पिस् इति अस्ति खलु, तत्र इस् इति अस्ति खलु, तद् उनादिप्रत्ययः इति सूत्रसङ्ख्या अस्ति 8344 पश्यति चेत् अष्टाध्यायीदुर्गं मध्ये. उनादिसूत्राणि कुत्र द्रष्टव्यं भगिनि? न न न अत्र अष्टाध्यायी डाट् काम् मध्ये 8344 पश्यति चेत् तत्र द्वितीय बिन्दुः अस्ति. इस् उस् इति प्रत्ययो उनादिप्रत्ययोतः स्तः, तर्हि इस् इति योजनेन एव सर्पिस् इति भूतम् इति. सूत्रसङ्ख्या अस्ति 8344 अस्तु. अत्र द्वितीय बिन्दुः अस्ति खलु सूत्रार्थः इति नीलरूपेण यत् अस्ति. कुत्र अस्ति भगिनि? तत्र द्वितीय नीलरूपेण यत् अस्ति सूत्रार्थः इति कुत्र कुत्र सूत्रार्थः अधः अष्टादे डाट् काम् मध्ये पश्यति वा सूत्राणि तत्र उपरि एव अस्ति उस् प्रत्ययोः विसर्गस्य कवर्गे पवर्गे च परे सामर्थ्ये विकल्पेन शकारादेशः भवति तत्र द्वितीयबिन्दुः तर्हि उस् इस् प्रत्ययः अस्ति इति कृत्वा प्रत्ययरूपी सकारः इति प्रायः विसरामः वा भगिनि अत्र भगिनि भवती एतत् सूत्रं कथं जानाति भगिनि ओ न न अहं तु तत्र गत्वा प्रत्यये इति टैप् कृतवती कुत्रचित् आगतं सर्फेस् इति अहम् अन्तर्जाले अन्विष्टवती भगिनि ओ अस्तु अस्तु महोदय एतत् सूत्रं पाठितवान् वा पूर्वं न न न पाठितवान् वयं न जाने अहमपि न जानामि अहं तु अन्तर्जाले दृष्टवती तर्हि एतद् वाक्यमपि न पश्यामि प्रातिपदिकानां विषये यदि वयं पठामः तर्हि तस्मिन् पश्यामः किन्तु यत्र शी प्रत्ययः अनन्तरं नुमागमः नपुंसकस्य जलचः ते एते सूत्राणि तु वयं भानुवासरे पठितवन्तः पूर्वं शत्रन्तप्रातिपदिकनिर्माणसमये पठितवन्तः किन्तु मां मया ते सम्यक्तया अधुना न ज्ञायते अग्रे गत्वा पठामः इति मन्ये पुनः अग्रे तर्हि प्रत्ययवैहवी एव अस्ति इति कृत्वा अग्रे पठति सुब्रह्मण्यं महोदय पठति अग्रिम पठति व्यवाये विसर्गस्य दृष्टान्ताः एते सर्पिहिषु यजुहिषु हविहिषु नपुंसके सप्तमी विभक्तौ बहुवचने सर्पिस् योगः सुप् सर्पिस् इत्यस्य सकारस्य विसर्गादेशः विसर्गस्य व्यवायेऽपि शत्वं सर्पिहिषु एवमेव यजुहिषु हविहिषु अत्र इदानीम् उदाहरणमस्ति अत्र उदाहरणानि सन्ति अत्र व्यवाये विसर्गस्य उदाहरणानि अत्र सर्पिहिषु यजुहिषु हविहिषु अत्र कार्यमस्ति नपुंसके सप्तमी विभक्तौ बहुवचने अत्र सर्पिस् इति प्रातिपदिकम् अपि च सुप् प्रत्ययः सप्तमी विभक्ति बहुवचने इदानीमत्र सर्पिस् इत्यस्य सकारस्य विसर्गादेशः एतत्तु ससजुषो रुः इत्यनेन वा भगिनि केन सूत्रेण इत्युक्ते स्वादिश सर्वनामस्थाने इति अस्ति सर्वनामस्थाने इत्यनेन आदि यत्र असर्वनाम सर्वनामस्थाने एषा न सन्ति प्रथमपञ्च तु पुल्लिङ्गे स्त्रीलिङ्गे तु प्रथमपञ्चानां तु सर्वनामस्थानं भवति अनन्तरं नपुंसकलिङ्गे षी इत्यस्य सर्वनामस्थानं स्थानं भवति एते विहाय अन्ये सुप् इति प्रत्ययः यत् अस्ति तेषां सर्वेषां तु पदसंज्ञा भवति स्वादिषु सर्वनामस्थाने इति सूत्रेण 1417 सूत्रं यद् यकारादिप्रत्ययः वा अजादिप्रत्ययः आगच्छति चेत् तत्र भासंज्ञा भवति तत्तु भिन्नकार्यमस्ति किन्तु सप्तमी विभक्त्यां तु तेषां पदसंज्ञा भवति स्वादिषु सर्वनामस्थाने इति सूत्रेण 1417 यद्यपि सर्वनामः नास्ति तथापि असर्वनाम इल असर्वनामस्थाने पदसंज्ञा भवति एतेषां सप्तमी विभक्तीनाम् असर्वनामस्थानमस्ति सर्वनामसंज्ञा तेषां न भवति प्रथमपञ्च पञ्चानामेव भवति अनन्तरं नपुंसकलिङ्गे तु प्रथमपञ्चानां न भवति किन्तु पुल्लिङ्गे स्त्रीलिङ्गे प्रथमपञ्चानां सर्वनामस्थानं भवति तर्हि तान् विहाय अनन्तरं भसंज्ञा अपि भवति केषाञ्चनानां तदपि विहाय अन्येषां पदसंज्ञा भवति. सूत्रसङ्ख्या का भगिनि? स्वादिषु सर्वनामस्थाने इति 1417. तर्हि अनेन पदसंज्ञा भवति. तर्हि यथा भगिन्या उक्तम् अत्र सत्वच्छूरुः अनन्तरं खर्वसानयोर्विसर्जनीयः इत्यनेन विसर्गः भवति. तर्हि यद्यपि विसर्गः व्यवधानं भवति, विसर्गस्य व्यवधानं भवति, तथापि तस्मात् पूर्वात् कवर्गीयः वा इन्द्रत्याहारे वा कश्चन वर्णः अस्ति चेत् अधुना सु इति प्रत्यय अवयव सकारः अस्ति इति कृत्वा तस्य शु इति भवति इति. अग्रे पठतम् आगच्छन्तम्. व्यवाये शर् प्रत्याहारस्य दृष्टान्ताः एते: सर्पिषु, यजुषु, हविष्यु. नपुंसके सप्तमी विभक्तौ बहुवचने सर्पिस्योगः सु. इदानीमत्र वा शरि इत्यनेन विकल्पेन विसर्गादेशः, विकल्पेन एतत् इदानीमत्र प्रायः तदस्ति भगिनि. सर्पिस्योगः सु पत्र वा शरि इत्यनेन विकल्पेन विसर्गादेशः, पक्षे सकारः एव. विकल्पेन विसर्गः विसर्गः तिष्ठति, कुतः आयाति इत्युक्ते सशशुरुः आयाति, अनन्तरं वाचरि इत्यनेन विसर्गः विसर्गः इति रूपेण एव तिष्ठति वाचरि इत्यनेन. अपरस्मिन् पक्षे सकारः आयाति, सकारः सकारपक्षे सकारस्य व्यवायेपि षत्वम्. इदानीमत्र सकारः आदेशरूपि सकारः अस्ति, अतः न सर्पिस्योगः सुप् अस्ति. अस्तु अस्तु, इदानीमत्र सर्पिस्योगः सुप् अत्र मध्ये व्यवधाने सकारः अस्ति, तथापि अत्र आदेशप्रत्ययः आदेशप्रत्ययोः इत्यनेन सुप् इत्यस्य सकारस्य षत्वं भवति प्रथमं. सर्पिस्योगः शु, अनन्तरम् अत्र अष्टुनाष्टुः इत्यनेन सकारस्य षत्वं षकारस्य प्रभावेण, अतः सर्पिषु इति रूपं निष्पन्नं भवति. एवमेव यजुषु, हविष्यु अपि. तर्हि आदेशप्रत्ययोः इति प्रथममेव आयाति इति मम मन्ये, तदनन्तरमेव वाशरी इत्यनेन तत्र विसर्गः विकल्पेन तिष्ठति, अन्यस्मिन् पक्षे सः सकारः भूत्वा शुनाष्टुः इत्यनेन षत्वं भवति. आदेशप्रत्यययोः इत्यस्य अष्टमध्यायस्य तृतीयपादे नवपञ्चाशत्. पुनः एकवारं क्रमः वदतु भगिनि. वाशरी इति न भगिनि, वाशरी एव प्रथमम् आगच्छति भगिनि. वाशरी इति आदेशप्रत्यययोः तु 59 अस्ति भगिनि. अत्र सर्पिः योगः शु इति अस्ति, सर्पिस् योगः सु इति अस्ति, तत्र पदान्ते सकारः इति कृत्वा ससजुषोरुः इत्यनेन रेपः आगच्छति, अनन्तरं करवसानयोर्विसर्जनीयः इत्यनेन विसर्गः आगच्छति. इदानीं सकारः विसर्जनीयस्य सः इत्यनेन सकारः आगच्छति वा? सकारः आगतो अनन्तरं वा शरी इत्यनेन विकल्पेन विसर्गादेशः भवति इति वा? विसर्जनीयस्य सः इति सूत्रस्य एव अनुवृत्तिः अस्ति वाशरि इति, पूर्णतया अनुवृत्तिः आयाति वाशरि इत्यस्मिन्. तर्हि वाशरि इति एव वदति किमित्युक्ते सकारः विकल्पेन विसर्गः अन्यस्मिन् पक्षे इति वाशरि इति सूत्रे एव अन्तर्गतमस्ति. पूर्णतया अनुवृत्तिः आयाति इति कृत्वा पुनः पूर्वसूत्रस्य आवश्यकता न भवति खलु इति. इत्युक्ते एकवारं सर्पिस् योगः सु विकल्पेन सर्पिः योगः सु इति अपि भवति. वाशरि इति सूत्रेण. अपि च यत्र सर्पिस् इति यत्र सकारः आदेशः भवति, सर्पिस् सकारः, अनन्तरं शु सु इति अस्ति, तत्र आदेशप्रत्ययोः इत्यनेन शु इति भवति. इदानीं पूर्वस्मिन् सकारः तत्र आदेशरूपी सकारः अस्ति, परन्तु तत्र आदेशप्रत्ययोः इत्यनेन षत्वं न भवति. किमर्थम् इत्युक्ते यथा भवती उक्तवती तत्र पदम् अस्ति, पदान्ते सकारः अस्ति इति कृत्वा तत्र आदेशप्रत्ययोः कार्यं न करोति इति अहं चिन्तयामि. ओ भवतु भगिनि, सम्यक् अस्ति प्रायः. पुनः एकवारं वदतु, अन्ते किम् उक्तवती? सर्पिस् तत्र तत्र वाशरी इत्यनेन यदि एकवारं सकारः विसर्गस्य स्थाने सकारः आदेशः भवति, तत्र मम प्रश्नः आसीत्. इदानीं सकारः आदेशरूपी सकारः अस्ति, अपि च सु इति प्रत्ययरूपी सकारः प्रत्यय अवयवरूपी सकारः इति तु तत्तु आदेशरूपिणः, तत्तपि प्रत्ययरूप आमाम् आदेशरूपी आदेशरूपी. अत्र तु आदेशरूपी सकारः अपि अस्ति, प्रत्ययरूपी सकारः अपि अस्ति इति कृत्वा अहं मम प्रश्नः आसीत् किमर्थम् उभयत्र षत्वं न भवति. परन्तु अत्र सर्पिस् इति सकारः यदस्ति तत्तु पदान्ते अस्ति, पदान्तसकारः अस्ति. आदेशप्रत्ययो पदसंज्ञा अस्ति इति भगिनी उक्तवती किल, भव्या भगिनी उक्तवती, तत्र तु पदसंज्ञा अस्ति. यदि हलादिः अस्ति स्वादिश्वसर्वनामस्थाने इति सूत्रेण तत्र पदसंज्ञा, पूर्वस्मिन् भागस्य पदसंज्ञा अस्ति. पदसंज्ञा अस्ति चेत् तत्र पदान्ते सकारः आदेशरूपी सकारः पदान्ते अस्ति इति कृत्वा तत्र आदेशप्रत्ययोः इति तु अपदान्ते सकारस्य एव षत्वं भवति इति अहं चिन्तयामि. अपदान्ते एव कार्यं करोति, अतः ष्टु नाष्टु इत्यनेन षकारः भवति इति. उत्तमं भगिनि, उत्तमम् अस्ति, धन्यवादः. तर्हि अग्रे गच्छामः. हेमा भगिनी वदतु, तर्हि कवर्गस्य अभवत् खलु, कवर्गस्य केवलं खरीच इति एव आदेशप्रत्ययोः अनन्तरं खरीच. इदानीं चवर्गीयवर्णाः च च ज झ, यत्र ककारः भवति वयं पूर्वं पठितवन्तः चोः कुः इति सूत्रेण चवर्गस्य स्थाने कवर्गादेशो भवति, झलि अपि पदान्ते च. पूर्वस्मिन् पाठे वयं पदान्तकार्याणि दृष्टवन्तः, अत्र झलि परे अस्ति इति कारणतः चवर्गीयस्य स्थाने कवर्गादेशः भवति. अनुवृत्तिसहितसूत्रम् अस्ति चोः कुः झलि पदस्य अन्ते च. गते पाठे अस्य सूत्रस्य प्रयोगः अस्माभिः दृष्टः पदान्ते लङ्लकारप्रसङ्गे, परन्तु झलि अपि भवति इत्युक्तं, सकारः झलि अस्ति, अतः अत्रापि इदं कार्यं प्रसक्तम्. त थ द ध स एते सर्वे हल्सन्धिनिमित्तकवर्णाः, झलि सन्ति. चोः कुः इत्यनेन सकारे परे कुत्वं विहितं, चकारस्य स्थाने ककारः क्रमेण च च झ झ, तेषां स्थाने क ख ग घ इति भवति. अपि च चकारस्य प्रकारद्वयमस्ति, सामान्यतया चोः कुः इत्यनेन कुत्वं भवति. उदाहरणमस्ति वच् योगः स्यति इति स्वीकुर्मः चेत्, प्रथमं चकारस्य स्थाने ककारः भवति चोः कुः अनेन, तदनन्तरं वक् योगः स्यति इति आयाति. इदानीं वक् कवर्गीय अस्ति अन्ते इति कृत्वा स्यति सकारः प्रत्ययस्य भागः अस्ति, अपदान्ते अपि अस्ति इति कारणतः सकारस्य स्थाने षकारः आगत्य वक् योगः श्यति इति भवति. इदानीं मेलने न पुनः तत्र खरीच इति सूत्रेण ककारस्य स्थाने ककारः एव भवति, वक्ष्यति इति रूपम् आयाति. अग्रे पूरयामि वा नो चेत्? भगिनि ब्रश् धातुः, ब्रश्च ब्रश्च सृज मृज यज राज ब्राजश्चांशः इत्यनेन षत्वं, वा ब्रश् योगः सि. प्रथमं अत्र कोः संयोगाद्योरन्ते च इति सूत्रस्य कार्यं किमर्थम् इत्युक्ते अन्ते संयोगः अस्ति इति पूर्वसकारस्य लोपः भवति एतत् सूत्रेण वाव्रश् वाव्रच् योगः सि इति रूपं भवति इदानीं व्रश्च व्रश्च सजम जय ज राज राजश्चां चषां शः इति सूत्रेण चकारस्य स्थाने षकारादेशः भवति वाव्रश् योगः सि षकारः धातोः अन्ते अस्ति अतः षडोकः सि इति सूत्रस्य प्रसक्तिः सकारे परे षकारस्य ककारादेशः वाव्रक् योगः सि इदानीम् आदेशप्रत्ययोः इति सूत्रेण षत्वं भवति वाव्रक्षि इति रूपं निष्पन्नम् व्रश्च व्रश्च सृजमज यज राज राजश्चशांशः इति सूत्रं व्रश्च व्रश्च सृज मृज यज राज ब्राज चकारान्ताः चकारान्ताः च येषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति जलीपदान्ते च अनुवृत्तिसहितसूत्रं व्रश्च व्रज सृज मृज यज राज ब्राजश्चशांशः जलीपदस्य अन्ते च सूत्रस्य अर्थः अस्ति एतद् व्रश्च व्रश्च इति धातोः अनन्तरं चकारान्ताः षकारान्ताः अन्ते अस्ति चेत् धातूनाम् अन्ते अन्तिमवर्णस्य स्थाने मूर्धन्यषकारः आदेशः भवति निमित्तम् अस्ति जली वा पदान्ते वा इति अस्ति आम् अग्रिमसूत्रे षडोकः अस्ति सकारे परे मूर्धन्यषकारस्य डकारस्य च ककारादेशो भवति षश्च डश्च तयोः उत्तरेतरद्वन्द्वः षडौ तयोः षडोः षडोः षष्ट्यन्तं कः प्रथमान्तं ति सप्तम्यन्तं त्रिपदम् इदं सूत्रं सूत्रं स्वयं सम्पूर्णं षडो कः सि एतत् सूत्रं वदति यत् सकारे परे अस्ति चेत् षकारः वा डकारः वा तस्य स्थाने ककारः आदेशः भवति इति अस्तु भगिनि तर्हि यत्र सामान्यसूत्रमस्ति चोः कुः इति च वर्गस्य स्थाने कवर्गः आदेशः भवति अनन्तरं यदा कवर्गः आयाति चेत् वयं जानीमः आदेशप्रत्ययोः अनन्तरं खरी च इति सूत्रयोः प्रसक्तिः कार्यं च भवतः अनन्तरं किम् अस्ति यदि व्रश द्रश सृज मृज यज राज राज इति यद्यपि चकारान्तः अस्ति व्रश इति चकारान्तः अस्ति अनन्तरं व्रश सृज मृज यज राज राज एते तु जकारान्तः अस्ति छवर्गे एव अन्तर्भूताः तथापि तेषां भिन्नसूत्रेण व्रश व्रश इति सूत्रेण अत्र प्रथमं षत्वं भवति अनन्तरं षडोः कः सि इत्यनेन कुत्वं भवति यदा कुत्वं भवति अनन्तरं वयं जानीमः यत्र कुत्वं भवति चेत् आदेशप्रत्ययोः खरी च इति सूत्रयोः प्रसक्तिः भवति इति सामान्यता इति विशेषकार्यम् अस्ति एतद् अनन्तरं चकारान्तस्यापि समानकार्यमेव चकारान्तानां षकारान्तानामपि समानकार्यं भवति तद् अग्रे महोदयेन दत्तं चकारस्य प्रकारद्वयम् अपि भवति इति अस्तु तर्हि अग्रे सरला भगिनी पठतु आं भगिनि चकारस्य प्रकारद्वयं सामान्यं व्रश्च भ्रश्च सृज मृज यज राज भाज छांश अष्टमी अध्याय द्वितीयपादे षट्त्रिंशत् सूत्रम् इत्यनेन षत्वं भवति उदाहरणमस्ति प्रापच् योगसि अत्र चकार प्राप यङ्गुकि धातु अस्ति चकार अन्ते अस्ति तस्य कारणे षत्वं भवति व्रश्च भ्रश्च इति सूत्रेण प्लापश् भवति तदनन्तरं षडोकसि इति सूत्रेण षकारस्य स्थाने प्रकार आगच्छति पापक् योगसि भवति इदानीं आदेशप्रत्ययोः इति सूत्रेण सकारस्य स्थाने षकार भवति प्रापक् योगसि वर्णमेलने प्रापक्षि इति भवति. अग्रे पठामि भगिनी. एकः प्रश्नः भगिनी, अत्र पाप्रच् इति यत्र उक्तं तत्र अल्पप्राणचकारस्य प्रसक्तिः नास्ति वा? पाप्रच् इति नास्ति वा? इत्येव भवेत्. सत्यं भगिनि, प्रथमं प्रापच् इति एव धातुः अस्ति, अनन्तरं पूर्वं चकारस्य स्थाने चकारः भवति, तस्मिन् स्थाने अपगच्छति चकारः निमित्ते अपाय निमित्ते. प्रथमस्थाने तत्र चकारः अपि भवेत् किल? आम् सत्यं सत्यम्. रेफात् अनन्तरम् अकारः ह्रस्ववर्णः अस्ति इति कृत्वा इदानीं न स्थापितवान् किल, तर्हि परिष्कारं कृतवान् वा इति मम चिन्तनं. मुद्रणदोषः प्रायः. अस्तु भगिनि, धन्यवादः. क्षम्यतां भगिनि. धन्यवादः महोदय. वदामि किं वदतु भगिनि इदानीम्? अत्र हेमवर्गिण्यः प्रश्नः अस्ति आसीत्, अत्र प्रापच्छति अस्ति खलु, तत्र छेच इत्यनेन ह्रस्ववर्णात् अनन्तरं यदि चकारः आयाति, रेफः इति रेफात् अनन्तरम् अकारः अस्ति खलु, इप् र आ इच्छति अस्ति, इर् अ इति अस्ति, तर्हि अकारः अस्ति इति कृत्वा ह्रस्ववर्णः अकारः इति कृत्वा तत्र छेच इति सूत्रेण तुगागमः भूत्वा प्राप्रच्छ इति भवेत्. किमर्थं तद् न स्यात् इति भगिन्यः प्रश्नः, प्रायः मुद्रणदोषः इति चित्ते इच्छा इति भवति. चकारः छकारः अस्ति. आं भगिनि, परन्तु भगिनि तत्र इदानीं षडोः कहसि इति सूत्रम् अष्टमाध्यायस्य द्वितीयपादे अस्ति, चेच सूत्रसङ्ख्या न जानामि, परन्तु तत्र तु ष्टुनाष्टुः अनन्तरं भवति किल, तुक् तुक् आगच्छति अनन्तरं चकारस्य प्रभावेण स्तोः श्चुनाश्चुः इत्यनेन तकारस्य चकारः भवति, परन्तु स्तोः श्चुनाश्चुः तु अष्टमाध्यायस्य चतुर्थपादे अस्ति इति कृत्वा तत्तु असिद्धं भवति किल शास्त्रापच्छति. नूतनधातुः अस्ति खलु, धातुनिर्माणे आयाति, धातुनिर्माणे आयाति, परन्तु यदि हल् सन्धि प्रसक्तिः अस्ति तत्र तु यथा वयं तत्र पूर्वं लभी इति धातु इत्यस्मिन् विषये दृष्टवन्तः, अत्रापि स्तोश्चुनाश्चुः कार्यं न करोति, परन्तु चेच इति सूत्रं षष्टाध्याये अस्ति कुत्र अस्ति? तत्र प्रथमम् अस्ति चकारलोपः भवति, चकारलोपः भवति निमित्तं नास्ति, अतः पूर्वं महोदय उक्तवान् पूर्वं सत्यं महोदय पूर्वम् उक्तवान् यत्र चेत इति उच्च इत्येव भवेत्, अनन्तरं यदा चकारस्य स्थाने चकारः आयाति तस्मिन् समये चकारः अपगच्छति, अल्पप्राणचकारः अपगच्छति अपगच्छति इति 6173 अस्ति. 6173 किन्तु किम् इत्युक्ते नूतनपदनिर्माणम् अभूतं खलु, तर्हि नूतन क्रियापदनिर्माणम् अभवत्, तावत्पर्यन्तं यत्किमपि अभवत् तस्य कृते अग्रे किं क्रिया अग्रे लट्लकाररूपम् अधुना साधयामः, तस्मिन् विषये विवक्षणा भवति खलु, क्षणाद्यन्ता दातवः इत्यनेन पूर्णरूपं साधितं प्राप्रच्छ इति, अनन्तरमेव क्षणाद्यन्ता दातवः इत्यनेन तस्य धातुसंज्ञा भूत्वा पुनः लट् आरम्भतः करणीयं भवति खलु, प्रथमं विवक्षानुसृत्य लट् वा लोट् वा भवति, तिप्तज्जि इति भवति, अनन्तरं लट् इति विवक्षा इति कृत्वा किं भवति सी लट् प्रत्याः भवन्ति, अनन्तरं अधुना सी इति अस्ति मध्यमपुरुषे इति वक्तुः इच्छानुसृत्य सी इति भवति, तर्हि प्रथम आरम्भतः यत् अस्माभिः करणीयं प्रत्ययनिर्माणं च तत्सर्वमपि कृत्वा एव अग्रे गच्छामः खलु. तर्हि धातुनिर्माणसमये वयं ये सूत्राणि उपयोगं कुर्मः तस्य अनन्तरं वयम् एव क्रमः द्रष्टव्यम् इति धातुनिर्माणसमये वयं योजयितुं शक्नुमः. तथैव ब्रश्च ब्रश्च तत्रापि सः उक्तवान् किल शकार चकार श्चुत्वं भवति तत्रापि मूले सकारः आसीत् इति कृत्वा व्रश्च तत्रापि श्चुत्वकारणेन व्रश्च इति भवति शकारस्य तालव्यशकारस्य सकारः आसीत् इति उक्तवान्. तर्हि धातुनिर्माणसमये वयं सूर्य सूत्रक्रमः न द्रष्टव्यम् इति धातुनिर्माणसमये ये सूत्राणि सन्ति तानि सर्वाणि क्रमेण आयान्ति भूत्वा अनन्तरम् अन्तिमरूपं साधयामः. अनन्तरं किं भवति इति नूतनप्रश्नः अस्ति, नूतनसोपानम् अस्ति, नूतनदृष्टिः अस्ति इति कृत्वा ततः पूर्वं यत् कृतवन्तः तद् न द्रष्टव्यम् इति. परन्तु भगिनी तत्र तु लबि इत्यस्मिन् धातु सामान्यतया लम्ब् इति नश्यापदान्तस्य जलि अपि अपि च अनुस्वारस्य यै परसवर्णः इति सूत्रद्वयं सामान्यतया वयं कुर्मः. लम्ब् इति स्वीकृत्य तत्र लट्लकारे लम्बते इति भवति. परन्तु यदि वयं हल्सन्ति कुर्मः तत्र तु वयं नश्यपदान्तस्य जलि अपि च अनुस्वारस्य यै परसवर्णः अष्टमादेयस्य तृतीयपादे चतुर्थपादे अस्ति इति कृत्वा तत्र तु वयम् असिद्धम् इति कृत्वा एव तत्र अलालम्ब् इति आसीत् तत्र तु वयं असिद्धम् इति कृत्वा सूत्रद्वयं न कृतवन्तः. अत्र किमर्थं तादृशं न कुर्मः? किमर्थम् अत्र अत्रापि हल्सन्धिविषयः एव अस्ति अलालम्ब् इति स्थितौ वा? मूले तु नकारः अस्ति खलु? सर्वत्र मूले नकारः एव वा भगिनि? आम्, यत्र अत्र इरितो नुन्दातोः इत्यनेन यत्र नुमागमः भवति तत्तु मूले नकारः एव खलु? मूले नकारः नकारः अस्ति परन्तु सामान्यतया लम्ब् इति एव अलालम्ब् लम्ब् इति धातु इति वयं वदामः. परन्तु यदि वयं हल्सन्धि कुर्मः तत्र तु वयं तादृशकार्याणि असिद्धम् अस्ति. किमर्थम् इत्युक्ते वयम् इदानीम् अष्टमाध्यायस्य पूर्वसूत्रम् अत्रापि मूले सकारः अस्ति खलु? मूले तु तुकागमः अस्ति. भगिनी किं वदति, तुगागमः एव पश्यति इति वा? तुगागमः न पश्य क्षम्यतां चकारं न पश्यति किन्तु तुगागमम् एव पश्यति इति अस्ति वा? न न, पाप्रच् तत्र तु तुक् आगच्छति. तुक् तुक् इति चेचो इति सूत्रं मम षष्ठाध्याये अस्ति इति कृत्वा तुक् आगच्छति. परन्तु अनन्तरं स्तोः शुनश्युः तत्तु अष्टमाध्यायस्य चतुर्थपादे अस्ति. एवं वा? तर्हि इत् च इत्येव पश्यति, इच्छ न पश्यति इति भगिन्याः प्रश्नः खलु? तत् पृच्छामि, दृष्ट्वा वदामि भगिनी. अधुना मम मनसि पुनः सङ्कर्षः जायते, किं भवेत् इति दृष्ट्वा वदामि भगिनि. महोदयमपि पृच्छामः. धन्यवादः. अत्र तु चेच इति सूत्रं षष्ठमाध्याये अस्ति. अनन्तरं न तदनन्तरमेव अष्टमाध्यायस्य आगच्छति किल, रिवर्स् नास्ति अत्र. त्रिपाद्यां परे सपादिसूत्रं नास्ति अत्र. प्रथमं सपादिसूत्रम् अस्ति येन कारणेन तकारः आगच्छति, तदनन्तरमेव त्रिपादिसूत्रं श्रुत्वम् आगत्य तत्र तकारस्य स्थाने चकारः इत्युक्ते मम चिन्तनं किम् इत्युक्ते यत्र यत्र लङ् यङन्तरूपं भवति सनाद्यन्तदातवः इति सन्दर्भे तस्मिन् समये अन्तिरूपं रूपमेव द्रष्टव्यम् इति मम चिन्तनं. किमर्थम् इत्युक्ते नो चेत् किं भवति, अस्माकं यानि सोपानानि अस्माभिः कृतानि तानि सर्वाणि अपि पुनः अस्माकं कृते अन्तिमरूपं सर्वदा शुनाशुः इति तादृशवर्णनिमित्तं कार्याणि एव भवति खलु. तर्हि तादृश सर्वाणि कार्याणि न पश्यन्ति चेत् यङ्युगन्तरूपमेव न भवति खलु धातोः निर्माणसमये. सत्यं परन्तु मम चिन्तनमस्ति प्रायः तादृशं चिन्तनं न स्यात्, पुनः प्रायः यत् अस्माभिः लभि इति दृष्टान्तः आसीत् प्रायः तद् न स्यात् अलालम् इति भूत्वा अनन्तरम् ओनधातोः इत्यनेन अलालन् इति भवितुम् अर्हति इति मन्ये। रूपं तु अलालन् एव किन्तु क्रमः कः इति सन्देहः भवति। तर्हि प्रायः मम संशयः अस्ति प्रायः अलालम्ब् इति एव भूत्वा अलालम्ब् इति एव अन्तिमयङ्लुगन्तरूपम् अनन्तरं संयोगान्तस्य लोपः कृत्वा अलालम् इति भवति मकारः अनन्तरं मोनोदत्तः इत्यनेन प्रायः अलालन् भवति इति प्रश्नः अधुना मनसि लिखितवान् महोदय। तर्हि यदि यङ्गलुगन्तधातूनां कृते एतादृशं कुर्मः चेत् कदापि अन्तिमरूपं न स्वीकर्तुं शक्नुमः खलु, तत्र तु भ्रमः जायते। अग्रे गत्वा कः सूत्रम् आयति प्रायः अस्माकं लटि परे किमपि प्रथम तृतीय अध्यायस्य किमपि सूत्रस्य आवश्यकता अस्ति चेत् अन्ये सर्वे सूत्राणां तु किञ्चित् अन्ये किमपि सूत्राणामपि कार्यं न भवति खलु इति चिन्तनं महोदय पृष्ट्वा वदामि भगिनि अद्य लिखामि। अग्रे कः पठितवान् पठति स्म अधुना रेफपूर्वचकारान्तधातु रालोप षष्ठमध्ये चतुर्थपदे एकविंशति एकत्वेन इत्यनेन चकारलोप भवति। मू मूच् योगसि मू मूच् रेफस्य परे चकार अस्ति रालोपस्य सूत्रं कार्यं करोति, चकारस्य लोपः भवति, मो मू इति भवति योगसि। इदानीं उगन्त लघु पपदस्य च कार्यं करोति सप्तमी अध्यायस्य तृतीयपादे षटश्चीति सूत्रेण उपधायाम् उकारः अस्ति तस्य गुणः भवति मोमोर् भवति। इदानीं आदेशप्रत्ययो सकार प्रथममस्ति रेफ अस्ति तस्य कारणं सकारस्य षत्वं भवति मोमोषि इति दुष्पणं भवति। लोपसूत्रं वदति रेफात् परस्य चकारस्य मकारस्य च लोप भवति ते चलादि प्रत्यय परे। अत्र मोमो चत्र सकार अस्ति झलादि झलादि प्रत्यये परे अस्ति तत्र कार्यं करोति अनुवृत्तिसहितसूत्रम् अस्ति अङ्गस्य राक्षतो लोपः अननासिके क्विज्झलोप यदि रेफ पूर्वम् अस्ति तस्य परे चकार वा मकार अस्ति तस्य परे यदि क्वि झल् झलादि वा अनुनासिक वर्णः अस्ति कार्यं भवति। आं भगिनि धन्यवादः भगिनि। प्रत्ययः अस्ति चेत् अङ्गात् इति अस्ति तर्हि प्रत्यय अङ्गमस्ति चेत् परे प्रत्ययः एव भवेत् निश्चयेन भवति तादृश। धन्यवादः भगिनि। तर्हि अग्रे पुष्पा भगिनी पठतु महोदय। क्षम्यताम्। आमामां विद्या भगिनीमपि अहं प्रस्तुतवती। अस्तु विद्या भगिनी पठति वा विद्या अस्तु। जकारस्य प्रकारद्वयं सामान्यं चोः कुः इत्यनेन कुत्वं त्यज् योगः अस्यति अत्र त्यज् जकारः अस्ति च वर्गस्य वर्णः सकारः जलि अस्ति इति कृत्वा चोः कुः इत्यनेन जकारस्य स्थाने गकारः त्यग् योगः स्यति। इदानीं त्यग् योगः स्यति इदानीम् आदेशप्रत्यययोः इत्यनेन त्यग् गकारः कवर्गे अस्ति इति कृत्वा सकारस्य षत्वं त्यग् योगः स्यति। अनन्तरं करीच इत्यनेन त्यग् तत्र षकारः करि कर् प्रत्याहारे अस्ति त्यग् गकारः जल् प्रत्याहारे अस्ति इति कृत्वा तत्र चर् आदेशः त्यक् योगः श्यति, वर्णमेलनं त्यक्ष्यति त्यक्ष्यति इति भवति. योज् योगः स्यति, अत्रापि समानकार्यं. प्रथमं चोः कुः गकारः जकारस्य स्थाने गकारः जलीपरे, योग् योगः स्यति. इदानीम् आदेशप्रत्यययोः इत्यनेन सकारस्य षत्वं, योग् योगः श्यति. करी च इत्यनेन गकारस्य ककारः, योक् योगः श्यति, योक्ष्यति इति भवति. अग्रे ब्रश्च सृज मृज यज राज ब्राज इत्येषां षत्वं, बाब्रश्च योगः सि. अत्र ब्रश्च योगः सि, अत्र सकारजकारस्य संयोगः अस्ति. अत्र स्कोः संयोगाद्योरन्ते च इति सूत्रस्य प्रसक्तिः. सकारः जली अस्ति इति कृत्वा तत्र ब्रश्च इति सकारस्य लोपः, बाब्रज् योगः सि. प्रथमं चोः कुः इत्यस्य प्रसक्तिः अस्ति, परन्तु तत्र ब्रश्च ब्रश्च सृज मृज यज राज ब्राज चषांशः इति सूत्रेण तत्र जकार ब्रश्च इति धातु तस्मिन् सूत्रे अस्ति इति कृत्वा तत्र जकारस्य षत्वं भवति, बाब्रश् योगः सि. बाब्रश् योगः सि. इदानीं षकारः अस्ति, षकारः षडोः कः सि इति सूत्रेण सकारे परे षकारस्य ककारादेशः, बाब्रक् योगः सि, षडोः कः सि. अनन्तरं आदेशप्रत्यययोः ककारस्य प्रभावेन तत्र सकारस्य षत्वं, बाब्रक् योगः षि. करी च इत्यनेन ककारस्य ककारादेशः, षकारे परे बाब्रक्षि इति रूपम्. धन्यवादः भगिनी. एव ह्यः पृष्टं खलु अत्र एकाचो वशो वश्यति सूत्रे किमर्थं प्रत्यय गोः इति अस्ति खलु प्रत्यये, अत्र एकाचो वशो वश्यति अस्य अनुवृत्तिः पश्यामश्चेत् अङ्गस्य इति आयाति. यदि धातोः इति एकाचो धातोः इति भवति स्वदोः इति, तर्हि यत्र धातोः इति अस्ति परे प्रत्ययः आयाति इति कृत्वा प्रत्यय सकारादि प्रत्ययः इति आयाति इति मन्ये. ध्वनिमुद्रणं यथा श्रुतवती तस्मिन् मनसि ओ इति इत्युक्ते तत्र धातोः इति अनुवृत्ति षडोः कः सि इति सूत्रे न आयाति वा? एतत् सूत्रं तु अष्टमध्यायस्य द्वितीयपादे 3.7 अस्ति. षडोः कः सि इति सूत्रं, षडोः कः सि तत्र तु धातोः अङ्गस्य इति किमपि न निर्दिष्टं खलु, केवलं षडोः कः सि इति एव अस्ति अनुवृत्तिसहितं, पूर्णतया तावदेव अस्ति सूत्रम्. ओ अस्तु, अन्य अनुवृत्तयः नास्ति, तर्हि वर्णनिमित्तिकाः एव भवन्ति. अस्तु अस्तु, धन्यवादः भगिनि. धन्यवादः. तर्हि मणिमहोदय अस्ति वा अग्रे अग्रिम रूपद्वयं वदति वा महोदय? सरिसृज्योः षि, अत्र सृज् व्रज् प्रज् व्रज् सृज् मृज् यज् राज् ब्राज् इत्येषां चषाम् इति सूत्रेण अत्र जकारस्य सरि सृज् इति जकारस्य स्थाने शकार आदेशः, अनन्तरं षडोः कः इति सूत्रेण षडोः कः इति सूत्र षडोः कः षि इति सूत्रस्य कारणेन अत्र शकारस्य स्थाने ककारः भवति, प्रथमककारः, अनन्तरम् आदेशे प्रत्ययः इति षडोः कः सि इत्यनेन षकारः अस्ति, अनन्तरं किं भवति षकारस्य स्थाने ककारः आयाति, प्रथमककारः, अनन्तरम् आदेशे प्रत्ययः इति सूत्रेण ककारस्य प्रभावेन सि इति स्थाने षकारः आदेशे प्रत्ययः इति सूत्रेण. सृक् योः षि सरिसृक्षि इति रूपं भवति महोदय अत्र. अनन्तरं हरिमार्ज् इति सूत्रस्य संयोगमस्ति रात्रस्य सूत्रेण अत्र न कार्यमणि भवति, जकारस्य स्थाने वृक्ष वृक्ष इति सूत्रेण मरि मार्ज् मार्श् इति रूपं भवति. अनन्तरं षडोकः इति सूत्रेण षकारस्य स्थाने ककार आदेशः मरि मार्क् इति. इदानीम् आदेशप्रत्ययः सूत्रेण श्रीस्थाने षि आदेशः, अनन्तरं योगेन मरिमाक्स् मरिमाक्षि. अत्र रात्सस्य इत्यस्य कार्यं न भवति महोदय, किमर्थम् इत्युक्ते रात्सस्य इति जलिपदान्ते भवति वा रात्सस्य इति? किन्तु जलिपदान्ते अस्ति वा पदान्तकार्यम् एव किन्तु जलिपदान्ते नास्ति, केवलं पदान्ते एव. आम्, तर्हि राक्षसी यत्किति नियमनसूत्रमस्ति तथापि अत्र कार्यं न करोति. अत्र तु पदान्ते नास्ति खलु, अपदान्ते अस्ति इति कृत्वा कार्यं न करोति. अङ्गं महोदय जकारं लोपं भवति चिन्तनं सम्यक् अस्ति महोदय, किन्तु जकारस्य लोप महोदय राक्षस्य इति सूत्रम् उक्तवान् खलु, तस्य प्रसक्तिः न भवति इति. न, तस्य प्रसक्तिः न, लोपम् आगच्छति अतः. न न, लोपमपि न भवति, संयोगान्तस्य लोपः इत्यस्यपि प्रसक्तिः न भवति. किमर्थम् इत्युक्ते पदान्तकार्यमेव नास्ति खलु, संयोगान्तस्य लोपः इति पदान्तकार्यमेव. परन्तु अत्र रेपजकारस्य संयोगः एव नास्ति किल, अत्र सरि सर् अकार अकारजकारः अस्ति किल. आमां सत्यं, न अधुना मरिमार्ज् इति वदति खलु महोदय. ओ मरिमार्ज् अस्तु. अत्र महोदयेन नियमनसूत्रम् इति कृत्वा जकारस्य लोपं न भवति इति उक्तवान्, किन्तु तथा न, संयोगान्तस्य लोपः नियमनसूत्रं राष्ट्रस्य इत्यस्यपि प्रसक्तिः एव न भवति. अन्तिमरूपं सम्यक् समानमेव तिष्ठति आम्, किन्तु राक्षस्य इत्यनेन तिष्ठति इति न, मरिमार्ज् इत्येव अङ्गम् अस्ति, तदेव स्वीकुर्मः. धन्यवादः. तर्हि मरि रूपं किं भवति, मरिमार्ज् इत्यस्य किं भवति रूपम्? अनन्तरं वृश्च वृश इति सूत्रेण जकारस्य स्थाने शकार आदेशः मरि मार्ष् योगस्ति. अत्र षडोकः इति सूत्रेण शकारस्य स्थाने प्रथम इति सूत्रं पूर्णतया वर्तते महोदय, अधुना अभ्यासं कुर्वन्ति. षडोः कः सि इति सूत्रम् अत्र कार्यं करोति, शकारस्य डकारस्य स्थाने प्रथमककारः आगच्छति, अतः मरि मार्क् इति रूपम्. अनन्तरं योः षि सि स्थाने आदेशप्रत्ययः इति सूत्रेण षकारम् अतः षि आगच्छति. तदनन्तरं करिचेत् सूत्रेण मरि मार्क् योः षि मरि मार्क् सि इति रूपं भवति महोदय. तदेव राज ब्राज् बाब्रज् इति रूपं वदतु, पूर्णतया वदतु यायज् इति रूपं कथं भवति. वदामि यायज् योः षि, अत्र जकारस्य स्थाने शकारः भवति वरि व्रज् व्रज् व्रज् इति सूत्रेण यायश् यायाश् योः षि. अनन्तरं चडोः कः इति सूत्रेण अर्धभागमेव वदति महोदय सूत्रस्य नाम. क्षम्यतां, प्रयत्नं करोमि. षडोः कः षि इति सूत्रेण षकारस्य ढकारस्य स्थाने ककारः अस्ति प्रथमककारः, अतः यायक् इति रूपम्. अनन्तरम् आदेशे प्रत्ययः इति सूत्रेण षि स्थाने षि आदेशः यायक् योः षि यायक्षि इति रूपं पूर्णं. पुष्पभगिनी पठतु अग्रिमद्वयम्, अनन्तरं जकारः इति अपि. म्यूट् अस्तु रारज् अत्र तु भ्रष्ट सृज् तत् सूत्रेण जकारस्य षकारः आदेशः राराश् इत्यस्य राराश् योगः सि शो किं इत्यनेन ककारः आदेशः राराक् योगः सि आदेशप्रत्ययोः इत्यनेन सकारस्य षकारः आयाति परस्य सकारस्य षकारः आयाति राक् योगः षि राक्षि राराक्षि राराक्षि बाबराज् तत्तु करोमि बाबराज् योगः सि तत्तैव बृज् बृष्ट सृज मृज यज राज ब्राज् चषाम् इति शः इत्यनेन बाब्राश् आदेशः ब्राब्राश् योगः सि अत्र अनेन षडोः कः सि इत्यनेन षकारस्य ककारः आदेशः बाब्राक् योगः सि अत्र आदेशप्रत्ययोः इत्यनेन ककारपरे सकारः अस्ति तत्तु षकारः सि बाब्राक् योगः षि आयाति बाब्राक्षि अग्रिममपि तत्र भगिनि एकवाक्य जकारान्तस्य एकः प्रकारः चोः कुः इत्यनेन कुत्वं झर्झ् योगः सि अत्र चोः कुः इत्यनेन झर्क् आयाति न गकारः आयाति झर्क् झर्क् योगः सि तत्तु ककार तु ककार आयाति खरीच इति ततः पूर्वं कवर्गे अस्ति इति कृत्वा किम् अस्ति आदेशप्रत्ययोः इति खरीच इति अनन्त प्रभाति आदेशप्रत्ययोः प्रथमं कार्यं करोति षि अस्ति जाजर्ग् योगः षि षकारस्य प्रभावेन खरीचैत्यनेन जाजर्क् योगः षि तत्तु जाजर्क्षि उत्तमं भगिनि अवगत खलु तर्हि अत्र पूर्वं वयं चर्चितवन्तः किल तस्मिन्नेव विषये मम स्मरणम् एकस्मिन् विषये आगच्छति पूर्वस्मिन् वर्गे कुत्रचित् हेमा भगिन्याः प्रश्नः आसीत् तत्र मोमूर्च् इति धातोः तत्र किमर्थम् उपदायां च इति न कार्यं करोति तत्तु धात्वादेशः इति भवति इति कृत्वा तत्र मोमूर्च् इति भवति किल इति तस्याः प्रश्नः आसीत् तत्रापि यदि वयं सामान्यतया धातोः विषये यदि वयं धातुपटे पश्यामः तत्र तु मूर्च् इति धातुः भवति अथवा खूर्द् तादृशं धातुः भवति परन्तु यदि वयं हल् सन्धिः कुर्मः तत्र तु उपदायां च इति सूत्रं न कुर्मः किल असिद्धं भवति इति महोदय लिखितवान् किल करपत्रे तत् तदपि धात्वादेशः एव किल कुत्र कुत्र भगिनि कुत्र कस्मिन् करपत्रे अस्ति प्रथमकरपत्रे अस्ति प्रथमकरपत्रे मोमूर्च् इत्यस्मिन् विषये भगिन्याः प्रश्नः आसीत् उपदायाम् इति धातुसंज्ञा अस्ति तत्र एव कार्यं करोति किमर्थं प्रथमं राल्लोपः कार्यं करोति इति प्रश्नः आसीत् तत्रापि मम प्रश्नः तदेव अस्ति यदि धात्वादेशः धातुनिर्माणसमये एव किमपि कार्यं भवति तत् तदनन्तरम् असिद्धं न भवति इति असिद्धं प्रायः न भवति इति भवती उक्तवती, परन्तु तत्र तु वयं तथा न कृतवन्तः किल मोमूर्छिति इत्यस्मिन् मोमूर्छिति दातुः अस्ति वा अत्र प्रथमकरपत्रे मोमूर्छिति पश्यामि वा मोमूर्छिति अस्ति अत्र मोमूर्छिति उपादायं च इत्यनेन वा ओ अस्तु तर्हि अन्तिमरूपं न स्वीकर्तुं शक्नुमः इति भवती वदति खलु तत्तु महोदयेन उक्तवान् अत्र राल्लोपः अङ्गकार्यं यदि उपादायां च प्रथमं कार्यं करोति तत्तु असिद्धं भवति किमर्थम् इत्युक्ते तत्तु परसूत्रम् अस्ति इति कृत्वा यदि राल्लोपः आगच्छति तत्तु उपादायां च इति कार्यं यत् कृतं न पश्यति तर्हि अत्रापि पाप्रच्छ इति तुकागमः भवति खलु तुकागमः प्रायः भवति किमर्थम् इत्युक्ते तत्तु पूर्वसूत्रम् अस्ति परन्तु स्तोः शुनश्चुः इति कथं भवति इति अस्तु भगिनि तर्हि अग्रे किं वक्तुम् इष्टवती इत्युक्ते न न तद् नासीत् मम अत्र प्रश्नः कः इति वा न अत्र सर्पेषि यजूषि इति भवति खलु समानसोपानानि सन्ति फलानि इति फलम् इति अस्ति खलु फल इति प्रातिपदिकम् फलयोगः प्रथमं झ इत्यस्य झस् इत्यस्य स्थाने षि आदेशः भवति अनन्तरं षि इत्यस्य झषसोः इत्यनेन षि आदेशः भवति अनन्तरम् इकारस्य षकारस्य इत्सञ्ज्ञा भूत्वा फलयोगः इति भवति अनन्तरं नुमागमः भवति नपुंसकस्य जलजः इति सूत्रेण तर्हि फलयोगः इं योगः इति भवति अनन्तरं सर्वनामस्थाने शासम्बद्धौ इत्यनेन नुमागमस्य पूर्वं यत् अस्ति तस्य दीर्घत्वं भूत्वा फलानि इति उपकार्य समानसोपानानि इति तत्तु अजन्तप्रातिपदिकं किल अजन्तप्रातिपदिकं सत्यं तर्हि समापयामः वा तर्हि शुभरात्रिः तर्हि सर्वेषाम् अहं तर्हि प्रश्नः अस्माकं प्रश्नः प्रापच् इति भवेत् इति महोदय द्रष्टव्यं यद्यपि तस्य लोपः भवति तथापि तादृशरूपं इत्युक्ते धातुनिर्माणस्य पुनः प्रश्नरूपेण पृच्छामि धातुनिर्माणं भूत्वा अनन्तरं पुनः धन्यवादः शुभरात्रिः